अस्तु तर्हि गीतसोपानस्य द्वितीयभागः तत्र षष्ठाध्याये पञ्चत्रिंशत्तमे पुटे तत्र अभ्यासः अस्ति कश्चन, ततः अग्रे किञ्चित् परिशीलयामः। सर्वे सम्यक्तया जानन्ति चेत् त्यक्त्वा अग्रे गन्तुं शक्नुयामः। अत्र विषयः अस्ति हलन्तशब्दानां पुनःस्मरणम्। अन्य कोऽपि अस्ति वा? आं सन्ध्या। अस्तु सन्ध्या भगिनी, तर्हि तर्हि अत्र पञ्चत्रिंशत्तमे पुटे किञ्चित् पश्याम एकवारं। तत्र तृतीयाभ्यासः अस्ति। सुब्रह्मण्यमहोदय, तत्र किं लिखितमस्ति ज्ञानशब्दस्य? ज्ञानशब्दस्य उचितानि रूपाणि प्रयुज्य एतानि वाक्यानि रिक्तस्थाने लिखत, यथा यथोदाहरणं ज्ञानी सुखी अस्ति। तर्हि क्रमेण पश्येम। तत्र ज्ञानी सुखी अस्ति इति, ज्ञानी इति शिका विभक्तिः? प्रथमा विभक्ति महोदय। अपि च सुखी? सुखी अपि प्रथमा विभक्ति, प्रथमा विभक्तिः अस्ति खलु। ज्ञानी सुखी अस्ति। अस्तु, इदानीं द्वितीयवाक्यं। द्वितीयवाक्यं नाम एतेषु वाक्येषु कस्मिन् वाक्ये शब्दः द्वितीयविभक्तौ भवति इति, नाम ज्ञानेन। अस्तु, उपरितः पश्येम। तत्र उपरितः, तत्र प्रथमम् अनन्तः आनन्दः अस्ति। तर्हि भवानेव वदतु तत्र ज्ञानेन इत्यस्य का विभक्तिः स्यात् अस्मिन् वाक्ये? अनन्तः आनन्दः अस्ति। अनन्तः आनन्दः अत्र अनन्तः आनन्दः सर्वे चिन्तयन्तु। अनन्तः आनन्द अत्र अनन्तः आनन्दः मम प्रायः, परन्तु संशयः अस्ति महोदय अत्र मम। अस्ति एकवचन लट्लकारः, अस्ति कृते प्रथमाविभक्तिः एव आगच्छति। का विभक्तिः? प्रथमाविभक्तिः एव आगच्छति खलु। किन्तु अत्र कर्तृपदं किम् इति चिन्तनीयमस्ति। कर्तृपदं किम्? अनन्तः आनन्दः अस्ति, अत्र ज्ञानी अनन्तः आनन्दः अस्ति। अत्र यथा भवता उक्तं तत्तु सत्यमेव, यत् अस्ति नाम यत्र अस्ति अस्ति, अथवा यत्र यत् नाम अस्ति इति कर्तृप्रयोगः अथवा कर्मणि प्रयोगः? अस्ति प्रायः कर्तरिप्रयोगः एव, कर्तरिप्रयोगः। यत्र कर्तरिप्रयोगे कश्चन किञ्चन क्रियपदमस्ति, तत्र कर्तृपदस्य का विभक्तिः भवति? कर्तृपदस्य प्रथमा विभक्तिः एव, प्रथमा विभक्तिः अस्ति। अस्तु, अपि च अस्धातुः अकर्मकः अथवा सकर्मकधातुः? अकर्मकः धातुः महोदय। अकर्मकधातुः, अतः अत्र यथा पुस्तकम् अस्ति, लेखनी अस्ति, अत्र यदा वयं वदामः कर्तृपदं, किमपि करोति इति मनसि आगच्छति खलु, करोति, पुस्तकं किमपि न करोति, किन्तु अत्र अस्ति इति केवलम् अस्तित्वं, पुस्तकस्य अस्तित्वम् अस्ति इति कृत्वा पुस्तकम् अस्ति, लेखनी अस्ति, तथैव आनन्दः अस्ति। आनन्दः आनन्दः प्रथमा विभक्ति एकवचनं महोदय खलु परन्तु धातुरूपं किं भवति एतदहं न जानामि आनन्दः आनन्दः आनन्दः अस्ति वाक्यं मूलवाक्यम् अत्र अस्ति आनन्दः अस्ति आनन्दः अस्ति कीदृशः आनन्दः अनन्तः अनन्तः अनन्तः आनन्दः अस्ति इति विशेषणविशेषभावः अस्ति न वा आं महोदय अनन्तः आनन्दः अस्ति इदानीम् अयम् आनन्दः कुत्र ज्ञानिनि अनन्तः आनन्दः अस्ति इति वाक्यं स्पष्टं वा हा स्पष्टं महोदय अस्तु अत्र कर्तृपदमस्ति आनन्दः अत्र ज्ञानी इति प्रथमाविभक्तिः कुर्मश्चेत् तत्र नाम वाक्यं निरर्थकं भविष्यति ज्ञानी अनन्तः आनन्दः निरर्थकमस्ति अतः सप्तमी कुर्मश्चेत् तत्र अर्थपूर्णं वाक्यम् अर्थपूर्णं वाक्यं भवति महोदय वाक्यं ज्ञानिनाम् अनन्तः आनन्दः अस्ति न वा भवितुमर्हति किन्तु तत्र प्रत्येक अत्र अस्मिन् अभ्यासे नाम षष्टि इति मास्टर् आफ़् मिमिक्रि बहुत्र भवति षष्टिविभक्तिः बहुत्र भवति किन्तु अस्मिन् अभ्यासे प्रत्येकं विभक्त्याः प्रत्येकं विभक्तिः तत्र एकवारमेव प्रयुज्यते अस्माभिः एकवारम् अतः सर्वाणि वाक्यानि द्रष्टव्यानि सन्ति यदि अन्यत्र षष्टिविभक्तिः अस्ति द्विवारं न भवति भवितुमर्हति स्म अत्र किन्तु अन्यत्र षष्टिविभक्तिः अस्ति इति कृत्वा द्विवारं मास्तु अस्तु महोदय द्वितीयं वाक्यं पश्येम महोदय महोदय इदं वाक्यस्य ज्ञानी अनन्तम् आनन्दं भवति ज्ञानी इति शब्दस्य लिङ्गं किं भवति ज्ञानी अनन्तं न I'm converting it into Gnani meaning Prathama Vibhakti. Gnani. Gnani iti si lingam kim? Lingam kim? Gnani pulinga. Tari anandam iti kim artham karoti bhavati na vajati. समवाक्य ज्ञानी अनन्तम् आनन्दं भवति आनन्दमिति का विभक्ति आनन्दं द्वितीयाविभक्ति द्वितीयाविभक्तिः तदानीं भवति खलु यदा धातुः सकर्मकधातुः कर्मपदमिति कर्तुमिच्छति वा क्रियपदमस्ति अस्ति अकर्मकः अथवा असकर्मकः अस्ति इदं वाक्यम् अस्ति सम्यक् नानि अनन्तम् आनन्दं भवति इति भूधातुः सकर्मकः अथवा अकर्मकः सकर्मकः निहारिका भगिनी किं वदति भवति इति न कदापि सकर्मकः कथं वा सकर्मक दातु भूदातु स्यात् अस्तु तत् समये आनन्दं उपयोजते खलु न भवति अस्तु तर्हि ज्ञानिनी अनन्तः आनन्दः अस्ति अस्तु निहारिका भगिनी द्वितीयवाक्यं करोतु कृपया. ज्ञानिने सर्वं समर्पयामि. हा अस्तु, तर्हि चतुर्थी विभक्तिः अस्ति खलु अत्र ज्ञानिने समर्पयामि इति तत्र दानार्थे अस्ति खलु. सत्यम्. अतः चतुर्थी विभक्तिः. अस्तु सन्ध्या भगिनी अग्रे. ओ आं महोदय, क्षम्यताम्. अत्र सृप्धातुः तत्र गत्यादिकधातुः गच्छामि इति अर्थः गच्छामि. ज्ञानिनः उपसर्पामि. ज्ञानिनः नाम उदाहरणार्थं तत्र गृहमस्ति. ज्ञानिनः अस्तु पञ्चमी इति वा? आम्, ज्ञानिनः नास्ति. न, गच्छामि इति अस्ति खलु. ज्ञानिनः गच्छामि इति किञ्चित् वैचित्र्यमस्ति, भवितुमर्हति स्म तत्र. अग्रे गच्छेम. नाम प्रत्येकं वाक्यं तत्र भिन्नविभक्त्यन्तपदं भवति. अतः पञ्चमी यदि भवेत् तर्हि एक एव वारं भवति. तत्र अग्रिमवाक्यमस्ति सुखी अस्ति, तत्र ज्ञानी सुखी अस्ति इति अस्माकम् उदाहरणम् आसीत्. ततः अग्रे पुष्पभगिनी अग्रिमं करोतु. सुखी ज्ञानी सुखी अस्ति एकवचन. सत्यं यः अस्ति. सत्यं भगिनी. पुष्पभगिनी अग्रे. सः पद्माभगिनी अग्रे. चर्चां करोमि. पद्माभगिनी वदतु. ज्ञानिना सः चर्चां करोमि इति तृतीया विभक्तिः अस्ति. अस्तु अग्रे. इदानीम् अग्रे तत्र नताशा भगिनी कर्तुमिच्छति वा अग्रिमम्? अस्तु. ज्ञानं सम्पदयामि पञ्चमी विभक्ति. ज्ञानिनः ज्ञानं सम्पादयामि. ज्ञानिनः तस्य अर्थः पञ्चमी विभक्ति. तस्य अर्थः कः? किमर्थं पञ्चमी? अर्थः कः? ज्ञानी जनः ज्ञानं ददाति. सम्पादयामि इति ददाति इति अर्थः वा? भगिनी स्पीकर् फोन् अस्ति वा? स्पीकर् फोन् मास्तु. अस्तु. आम् महोदय, ददाति. सम्पादयामि इत्युक्ते ददाति. अस्तु. न न, तथा नास्ति. निहारिका भगिनी सहायं करोतु. अस्य अर्थः कः? तस्मात् ज्ञानिनः ज्ञानं सम्पादयामि इत्युक्ते सः ज्ञानं ददाति, अहं ज्ञानं स्वीकरोमि. अतः सम्पादयामि इत्युक्ते स्वीकरोमि. अस्तु. सङ्ग्रहणं करोमि. सङ्ग्रहः भवति खलु. सङ्ग्रहणं करोमि, सम्पादयामि. यथा अहं कार्यं कृत्वा धनं सम्पादयामि, नाम तत्र वित्तकोषे धनं स्थापयामि, तत्र मम धनस्य सङ्ग्रहः भवति. सङ्ग्रहणं करोमि. अत्र स्वीकरोमि इति तादृश अर्थः प्रायः नास्ति. सम्पादयामि नाम सम्पत्तिः सम्पादयामि नाम तत्र सङ्ग्रहणं करोमि, किन्तु अर्थः नाम सारांशः यत् भवत्या उक्तं तत्तु सत्यमेव, ज्ञानिनः ज्ञानं सम्पादयामि. समीचीनमस्ति. तर्हि इदानीं पञ्चमी अस्ति सन्ध्या भगिनी, अत्र पञ्चमी अस्ति, तर्हि उपरि तनुवाक्यं तत्र उपसर्पामि नाम गच्छामि, गच्छामि पञ्चमी तु नास्ति यतोहि प्रत्येकं वाक्यं तत्र भिन्नभिन्नविभक्त्यन्तं भवति. तर्हि अत्र किं स्यात्? तर्हि द्वितीयविभक्ति, परन्तु अन्य अर्थ न जानामि. तस्य वाक्यस्य अर्थः कः? सुब्रह्मण्यं महोदय तत्र गच्छामि वा? हा, किन्तु अर्थः कः? तस्य अर्थः कः वदति वा? अर्थः पदस्य अर्थः वाक्यस्य ज्ञानिनम् उपसर्पामि, तत्र द्वितीय अस्ति खलु, द्वितीय ज्ञानिनम् उपसर्पामि, तत्र वाक्यस्य अर्थः कः? यत्र ज्ञानी अस्ति तत्र अहं गच्छामि. अस्तु, समीचीनमस्ति. तत्र गन्तव्यस्थानमिति सः, हा, यत्र गत्यार्थकधातूनां तत्र गन्तव्यस्थानं द्वितीयविभक्त्यन्तं भवति. यत्र गच्छामि तस्य द्वितीय. तर्हि ज्ञानिनः पार्श्वे गच्छामि इत्यस्मिन् अर्थे ज्ञानिनम् उपसर्पामि. अस्तु, अन्तिमवाक्यं तत्र पुष्पभगिनी करोतु. ज्ञानिनः ज्ञानम् अपारम्. पुनः वदतु. ज्ञानिनः ज्ञानम् अपारम्. ज्ञानिनः. अस्तु, समीचीनमस्ति. इति तृतीयाभ्यासः. अनन्तरं चतुर्थाभ्यासः इति अपि कर्तुं शक्नुमः. तत्र निहारिका भगिनी पठतु कृपया उपनिषद्. किम् अन्य कोऽपि पठति वा? सदैव सदैव किं भगिनी पठति वा? लोडिङ्ग् अस्ति पीडिएफ् मध्ये. अहं पठितुं शक्नोमि महोदय. उपनिषत् शब्दस्य उचितानि रूपाणि प्रयुज्य एतानि वाक्यानि रिक्तस्थाने लिखत. यथा उपनिषद् ऋषिभिः प्रकटिता. उपनिषद् ऋषिभिः प्रकटिता. वाक्यं स्पष्टमस्ति वा? उपनिषद् शब्दस्य लिङ्गं किं? स्त्रीलिङ्गं. स्त्रीलिङ्गशब्दः. प्रकटिता इति तस्य विशेषणं. प्रकटिता, प्रकटिता नाम प्रतिपदिता, स्पष्टीकृता, प्रकाशिता. अस्तु, द्वितीयं करोतु भगिनि. उपनिषदः पठनं तत्र प्रचलति. अस्तु, समीचीनमस्ति. का विभक्तिः? षष्टिविभक्तिः. षष्टिः अस्ति. अस्तु, अग्रे सुब्रह्मण्यं महोदय तत्र अग्रिमं वाक्यम्. सर्वे इच्छन्ति. अत्र उपनिषदं सर्वे इच्छन्ति. अस्तु, समीचीनं. पठना भगिनी अग्रे. पद्मा भगिनी अस्ति वा? आम् आं महोदय. उपनिषत् पठनं तत्र प्रचलति. कुत्र अस्ति? एकवारम् उपनिषत् पठनं तत्र प्रचलति. कुत्र अस्ति? कुत्र पठति पठनं? तत्तु जातमस्ति उपनिषत्. आम् आं महोदय, सुब्रह्मण्यमहोदय सर्वे इच्छन्ति. अग्रिममस्ति आत्मज्ञानमस्ति. ओ ओके, ओके. उपनिषद् उपनिषदान् आत्मज्ञानम् अस्ति. पुनः उपनिषदान् आत्मज्ञानम् अस्ति. सप्तमी तत्र काविभक्तिः अस्ति. सप्तमी विभक्ति. तर्हि रूपं किं स्यात् पुनः वदतु? उपनिषदाम् आत्मज्ञानम् अस्ति. उपनिषदां सप्तमी. अत्र सामान्य हलन्तशब्दः अस्ति. यत्र हलन्तशब्दः अस्ति तत्र सप्तमी यत्किमपि, यथा सरित्. सरित् इत्यस्य सप्तमी एकवचने किमस्ति? सरित् सरिति. सरिति. तर्हि अत्र उपनिषदि आत्मज्ञानम् अस्ति. अस्तु, समीचीनमस्ति. अग्रे सन्ध्या भगिनी, अग्रे. न न, सहदेव महोदय अग्रे करोतु. आम्, सः गीतायाः अपि पठनं भवतु. आम्, षष्टिविभक्ति. यत्र सः भवति, भवान् जानाति एव, सः यत्र सः भवति तत्र का विभक्तिः भवति? ओ, सः प्रथमविभक्ति. न न न, सः यत्र सः. नताशा भगिनी वदतु. अस्तु महोदय, सः तृतीया विभक्ति. समीचीनमस्ति. तृतीया अस्ति. तर्हि सहदेव महोदय वदतु. सहदेव महोदय वदतु, तृतीया अस्ति. हा, तृतीया. आम्, तृतीया. उपनिषदा सः गीतायाः अपि पठनं भवतु. बहु समीचीनमस्ति. अस्तु, नताशा भगिनी अग्रिमं करोतु. अस्तु महोदय, विदेशीयाः स्पृहयन्ति. महोदय, स्पृहयन्ति अर्थ न जानामि. इच्छन्ति. इच्छन्ति. अस्तु. तत्र स्पृहः नाम, स्पृहः नाम एषा इच्छा. अस्तु. चतुर्थी विभक्ति. उपनिषदे विदेशीयाः स्पृहयन्ति. समीचीनमस्ति. अस्तु, अग्रे सन्ध्या भगिनी करोतु. ज्ञानं प्राप्य सः सन्तुष्टः. अहं चिन्तयामि पञ्चमी. उपनिषदः ज्ञानं प्राप्य सः सन्तुष्टः. समीचीनमस्ति. अस्तु, पुष्पा भगिनी अग्रे पठतु पञ्चमम् अभ्यासम्. पाठस्य आधारेण एतत् कथनं शुद्धम् उत अशुद्धम् इति आवरणे चिह्नं कुरुत. राजा नीतिमान् आसीत्. सम्यक् अस्तु अस्ति. शुद्धं शुद्धम् अस्ति. मन्त्री अविवेकी. मन्त्री अविवेकी आसीत्. मन्त्री अविवेकी आसीत्. कथां स्मरति वा? ओ, मन्त्री न शुद्धं नास्ति. अस्तु, सुब्रह्मण्यं तत्र कथां स्मरति वा? आं महोदय. अस्ति अस्ति. किम् अत्र द्वितीयं या तृतीयं करोमि महोदय? द्वितीयं. मन्त्री अविवेकी आसीत्, अशुद्धं महोदय. अस्तु, अग्रे तृतीयं. राज्यं सर्वसम्पदा अनुगृहीतम् आसीत्, शुद्धं महोदय. शुद्धमस्ति. अस्तु, अग्रे. निहारिका भगिनी अग्रे करोति वा? सर्वदिशः अपि जनाः तत्र आगच्छन्ति स्म, शुद्धमस्ति. अग्रे. राजा अकस्मात् प्रवृत्ते युद्धे जयं प्राप्तवान्, शुद्धं नास्ति. सत्यम्, अशुद्धम्. अस्तु, अग्रे. असन्ध्या भगिनी पठतु कृपया. कथं जानामि यद् शुद्धम् अस्ति? तत्र एका कथा आसीत् भवती आसीत् इति अहं मन्ये. कथा आसीत् अस्य पाठस्य एका कथा. तां कथाम् आधारीकृत्य. ओ, परन्तु कथां न स्मरामि. ओके. चिन्तयतु, परिश्रमेण कर्मणा धीमन्तः. परिश्रमेण कर्मणा धीमन्तः अभीष्टं साधयन्ति. इति सामान्यवाक्यमस्ति. कथा नास्ति चेदपि परिश्रमेण कर्मणा धीमन्तः. धीमन्तः इत्युक्ते धीः. धीः इत्युक्ते बुद्धिः. बुद्धिमन्तः. परिशुद्ध. अभीष्टमिति जानाति वा? न. अभीष्टम्. अधि उपसर्गपूर्वकः इष्ट. इष्टं नाम लक्ष्यम्. अतीष्ट. अभीष्टमित्युक्ते लक्ष्यम्. ओ, अभि इत्युक्ते विशेष विशिष्टरूपेण इष्टम्, अभीष्टं, लक्ष्यं साधयन्ति. परिश्रमेण कर्मणा धीमन्तः लक्ष्यं साधयन्ति इति शुद्धम्. इति शुद्धमस्ति. अस्तु, अग्रे. सहदेव महोदय पठतु कृपया. महत् कष्टम् आपतितम् इति मन्त्री अवदत्. आपतितं नाम आगतम्. महत्कष्टम् आगतम् इति मन्त्री अवदत्. कथां स्मरति वा? अत्र अन्य कोऽपि सहायं करोतु. सुब्रह्मण्य तत्र कीदृशी महत्कष्टम् आपतितम् इति मन्त्री अवदत्. शुद्धं महोदय. शुद्धं न. न शुद्धम्. महत् कष्टम् आपतितम् अत्र अस्ति महोदय. न न, राजा अवदत् महोदय, मन्त्री न अवदत्. राजा अवदत् तद्वाक्यं. राजा अवदत् वाक्यं. मन्त्री इति सकारात्मकचिन्तनं सर्वदा करोति स्म, नकारात्मकचिन्तनं न करोति स्म इति मन्त्री सहायकमस्ति खलु तत्र. ओ, मात् कष्टम् इति न. अस्तु, समीचीनमस्ति. पद्माभगिनी अग्रे. राजा मन्त्रिणं प्रति सान्त्ववचना वचांसि उक्तवान्. अशुद्धं महोदय. शुद्धं किमस्ति? मन्त्री राजां प्रति स्वान्तवचांसि उक्तवान्. समीचीनं, किन्तु सम्यक्तया वदतु, मन्त्री राजानं इदानीं पुनः स्वान्तवचांसि उक्तवान्. पुनः वदतु, समीचीनं. मन्त्री राजानां सह प्रति समीचीनमासीत्. इदानीं राजा इति अस्य तत्र प्रथमा द्वितीय च विभक्तिं वदतु एकवारं. एकवचने राजा राजानौ वदतु रूपाणि. राजा राजानौ राजानः राजानं राजानौ राज्ञः. अस्तु, तर्हि राजानम् अस्ति खलु, राजानां तु नास्ति. पुनः वाक्यं वदतु. मन्त्री राजानां राजानं राजानं प्रति स्वान्तवचांसि उक्तवान्. मन्त्री राजानं प्रति, अस्तु, समीचीनमस्ति. अग्रे पुष्पा भगिनी, अग्रे. राजा मन्त्रिणा सह सुखेन राज्यपालनं कृतवान्. शुद्धमच्च अस्ति. अस्तु, अन्तिमं करोतु. आपदि मन्त्री राजानं त्यक्तवान्. शुद्धं नास्ति. न त्यक्तवान् खलु. अस्तु, समीचीनमस्ति. अग्रे अग्रिमे अध्याये आरम्भे ये अभ्यासाः सन्ति ते अतीवसुलभाः सन्ति. ततः अग्रे तस्मिन् दिने वयं प्राप्तवन्तः तत्र चतुश्चत्वारिंशत्तमे पुटे तत्र वयं दृष्टवन्तः, तत्र प्रायः पञ्चदशं वयं कृतवन्तः इति अहं मन्ये. अस्तु, पञ्चदशमिति एकवारं वक्तुं शक्नुमः. पञ्चदशं सुब्रह्मण्यं कृपया करोतु. एकवारम् अभ्यासस्य आं महोदय, एकवारम् अभ्यासस्य वाक्यं पठामि. यथोदाहरणम् उचितेन विभक्तिरूपेण वाक्यनिर्माणं कुरुत. आम् महोदय. विनीतः सञ्जयः अस्ति तं धृतराष्ट्रः वदति. विनीतं सञ्जयं धृतराष्ट्रः वदति. आसुरी योनिः अस्ति, तस्यां मूढाः जन्म प्राप्नुवन्ति. आसुरी योन्यौ न एक एकवारं महोदय तस्याम् आसुरि योनौ अथवा योन्यां. द्वितीयवाक्यं सर्वत्र एषु वाक्येषु सर्वत्र द्वितीये वाक्ये प्रथमशब्दः सर्वनामपदमस्ति. तं पदम् आधारीकृत्य परिवर्तनं भवति. तस्याम् इत्यस्य विभक्तिः वचनं पश्यतु. तस्यां सप्तमी एकवचनं महोदय. लिङ्गं स्त्रीलिङ्गम् अस्ति. अस्तु, इदानीं करोतु महोदय. कः प्रश्नः? चतुश्चत्वारिंशत् भगिनि. चतुश्चत्वारिंशत् पञ्चदश तमवाक्यमस्ति. आसुरी योनिः अस्ति. आम् महोदय, एकनिमिषं महोदय, वदामि. अत्र तम इति अस्य प्रयोगः न भवति. तम विंशत्यनन्तरं तम विंशतिः इत्यस्मात् आरभ्य तम भवति. भवानेव वदतु. एकम् इत्यस्मात् आरभ्य विंशतिपर्यन्तं तत्र वदतु. एकं न न न यथा तम यथर्थमासीत् प्रथमं प्रथमं द्वितीयं तृतीयं चतुर्थं पञ्चमं षष्ठ्यं न षष्ठं षष्ठं सप्तमम् अष्टमं नवमं दश दशं महोदय दशमं दशमं एकादशमं न न न न न इदानीं तत्र परिवर्तते हा हा एकादशपर्यन्तं नाम दशपर्यन्तम् एकरीत्या अस्ति अनन्तरम् एकादश इत्यस्मात् आरभ्य नवदशपर्यन्तम् अन्यरीत्या अस्ति एकादशं सम्यक् महोदय हा सम्यक् एकादशं द्वादशं त्रयोदशं चतुर्दशं पञ्चदशं षोडशं सप्तदशम् अष्टादशं नवदशम् अनन्तरं विंशति विंशतितमः विंशतितम अतः पुंसकलिङ्गे विंशतितमं विंशतितमं अस्तु अस्तु अस्तु तर्हि पञ्चदशं पञ्चदशम् अस्तु महोदय आसुरी योनिः अस्ति तस्यां मूढाः जन्म प्राप्नुवन्ति आसुर्यां योन्यां मूढाः जन्म प्राप्नुवन्ति अस्तु समीचीनमस्ति निहारिका निहारिका भगिनी अग्रे सूर्यवंशप्रभावः इक्ष्वाकुः अस्ति तस्मै मनुः योगम् अब्रवीत् सूर्यवंशप्रभावाय इक्ष्वाकवे मनुः योगम् अब्रवीत् महोदय एकवारं असुर्यां योन्यां भवत्याः प्रश्नः कः योन्यां योनिः योनि प्रातिपदिकं प्रातिपदिकमस्ति योनि इकार कस्य अस्माकं तत्र यद् ध्वनि इति शब्दः मास्तु तत्र नाम योनि Somebody is making a lot of noise on the phone. Somebody is making huge noise. Please do not do that. Whoever is doing that, please stop. Astu bhagini vadatu. Yoni ikara ikarah asti pratipadikam. Yoni. Ha. Ha yoni. Ha. Yoni. Yoni asuryam yonyam. Tasyam asuryam yonyam. Astu. यत्र इकारातशब्दः अस्ति तत्र विकल्पेन रूपद्वयं भवति खलु सुब्रह्मण्यं महोदय तत्र वदतु तत्र यथा मतिः मतिशब्दः तत्र एकवचने एक प्रथमाविभक्तौ ततः सप्तमी इति करोतु मतिशब्दस्य करोमि अथवा योनिः मतौ अथवा न न प्रथमेत्यस्मात् आरभ्य प्रथमविभक्ति आरभ्य आं महोदय मतिः मतयः द्वितीयं किं द्वितीयविभक्तिः द्वितीय करोमि महोदय मति प्रथमम् अस्ति मतिः मति एकवचने एव करोमि महोदय सम्यक् महोदय मतिः मतिं मत्या मत एकनिमिषं मतये अथवा मत्यै समीचीनं पञ्चमी अस्ति मत्याः अथवा मतेः अस्तु अस्तु अग्रे निहारिका भगिनी षष्ठी मतेः मत्याम् अथवा मतौ इति अस्ति मत्याम् अथवा मतौ इदानीं हा सुब्रह्मण्यं महोदय तत्र विकल्पेन यत् अन्यत् रूपम् अस्ति तद् वदतु एकवारम् अत्र आसुर्यां योनौ मूढाः जन्म प्राप्नुवन्ति अस्तु समीचीनमस्ति इदानीं सप्तदशं वाक्यं नताशा भगिनी वदति वा भगिनी अस्ति वा अस्तु महोदय सूर्यवंश प्रभवः न न तत्तु जातमस्ति सप्तमं सप्तदशं सात्विकं तपः अस्ति तस्मिन् निरतः भवः भव महोदय निरतः अर्थं न जानामि सर्वदा सर्वदा सात्विक तपः अस्ति तस्मिन् निरतः भव अवगच्छति नाम किं कर्तव्यम् अस्तु अस्तु अवगच्छामि वदति वा तस्मिन् इति शब्दस्य स्थाने सात्विकं तपः तस्मिन् इति अस्ति का विभक्तिः तस्मिन् तस्मिन् तर्हि तस्मिन् इत्यस्य स्थाने तत्र सात्विकं तपः इति करोतु सप्तमी विभक्तौ सात्विकं तत् सात्विकं तपः इति सप्तमी करोतु सात्विकं तपः उत्तम कर्म कर्म सप्तमी न जानामि उत्तमे तत्र हलन्तशब्दानां तत्र अभ्यासः प्रायः न जातः भवत्याः हलन्तशब्दानां रूपाणि जानन्ति वा अस्तु कर्म कर्म अकारान्त अस्तु अकारान्तपुल्लिङ्ग कर्म इत्यस्य प्रातिपदिकं किं मूलरूपं कर्म मूलरूपं किं सन्ध्याभागिनी सायं करोतु सन्ध्याभागिनी पुनः सात्विकं मूलरूपं न कर्मशब्दस्य मूलरूपं कर्मशब्दस्य प्रातिपदिकं किम् प्रातिपदिकं क्रू महोदय ऋकारान्त क्रू न खलु किं पदं कर्म न पद्मा भगिनी वदतु तस्य सप्तमी किं नकारान्त कर्मणि कर्मणि अत्र नत्वमस्ति नत्वमस्ति कर्मणि सात्विकं कर्मणि निरतः भव सात्विके अस्तु सात्विके कर्मणि अस्तु निरतः तपः सर्वेषां पुस्तकेषु किं किं लिखितमस्ति? मम पार्श्वे अस्ति सात्विकं तपः, किन्तु अन्यत्र उत्तमकर्म इति तपे उत्तमं तपः अस्ति, तपे तपः अस्ति चेत् भवती वदतु तपे सात्विके तपे निरतः न न न न तत्र तपशब्दस्य प्रातिपदिकं किं अत्र तपसति हलसि तपसि तपसि हा तत्र एकारः कदाचित् भवति खलु वा तत्र यत्र हलन्तशब्दः अस्ति हलन्तशब्दः अस्ति सप्तमी तत् सर्वत्र समानमस्ति इकारः एव भवति खलु आत्मनि सरति कर्मणि इ सर्वत्र अस्ति तपसि वाक्यं तत्र पुष्पा भगिनी वदतु एकवारं सात्विके तपसि निरतः भव अस्तु समीचीनमस्ति अग्रे सन्ध्या भगिनी अग्रे पश्यतु महोदय क्षम्यताम् एकः प्रश्नः अस्ति अत्र सात्विकं तपः अत्र सात्विकं नपुंसकलिङ्गशब्दमस्ति खलु महोदय तपः तपस् तपः तपः अत्र विभक्ति अहं न जानामि तपः नाम सात्विकं तपः इति आं महोदय तत्र अस्ति अस्ति अस्ति इति अस्ति तर्हि का विभक्तिः स्यात् प्रथमाविभक्ति एव भवितुम् अर्हति परन्तु अत्र प्रथमाविभक्ति तपः अस्ति मनश्चतुवत् मनस् इति महोदय सम्यक् जानामि प्रातिप तपस् मनसि वा क्षम्यतां महोदय मनस्तपस् अस्तु अग्रे सन्ध्या भगिनी अग्रे अहङ्कारिणी व्यक्तिः अस्ति तस्यां शान्तिः न भवति व्यक्तिः मूलरूपं किं व्यक्तिः तदेव अस्ति व्यक्ति तदेव श्रीलिङ्गशब्दः यथा मतिः अहङ्कारिण्यां स्त्रीलिङ्गशब्दः अपि च तत्र अहङ्कारिणी इति शब्दं दृष्ट्वा वयं लिङ्गं जानीमः आम् अहङ्कारिण्यां व्यक्तां न पुनः व्यक्त्यां यथा मतिशब्दः इदानीमेव मतिशब्दः तत्र निहारिका भगिनी उक्तवती खलु किमस्ति समीचीनम् ओके अहङ्कारिण्यां व्यक्त्यां शान्तिः न भवति अथवा व्यक्त्याम् इत्यस्य स्थाने अन्यत् किं रूपं भवितुमर्हति व्यक्ते निहारिका भगिनी वदतु व्यक्तौ व्यक्तौ इति पुरातनविषयः अस्ति अस्माकं नूतनविषयः नास्ति तत्र मतिशब्दः स्त्रीलिङ्गे किं भवति सर्वे जानन्ति व्यक्त्यां व्यक्तौ मत्यां मतौ खलु अस्तु अग्रे गच्छेम इदानीं सहदेव महोदय अग्रे करोतु विशुद्धा बुद्धिः अस्ति तया आत्मनियन्त्रणं करणीयम् न जानामि. अस्तु, पश्यतु तत्र तया तया इत्यस्य का विभक्तिः? तया तृतीयविभक्ति. तृतीयविभक्तिः लिङ्गं किं? लिङ्गम् आम् स्त्रीलिङ्ग. वचनं किं? वचनम् एकवचनं. हा अस्तु, इदानीं विशुद्धा बुद्धिः इति स्त्रीलिङ्गे तृतीया विभक्ति एकवचनम् इति करोतु तथा. विशुद्धा इत्यस्य तृतीया विभक्तिः का? विशुद्धा तृतीयविभक्तिः अस्ति. न, विशुद्धा प्रथमाविभक्तिः अस्ति. प्रथमा, ओ प्रथमा, इदानीं तृतीया करोतु. हा यथा लता, लता इत्यस्य तृतीया किं? लता, लता, हा लता, लता तृतीया. लताया, लताया, लताया, लताया. इदानीं विशुद्धा बुद्धि. विशुद्धया, विशुद्धया बुद्धिः, बुद्धया. न न न, तत् किञ्चित् भिन्नमस्ति, भिन्नमस्ति. पुष्पा भगिनी सहायं करोतु. मत्या, बुद्ध्या. बुद्ध्या, अस्तु. महोदय वदतु. विशुद्धया बुद्ध्या आत्मनियन्त्रणं करणीयम्. अस्तु, सुन्दरं सुन्दरम्. अग्रे गच्छेम. पद्मा भगिनी अग्रे. सः उन्नतः वृक्षः, तस्मात् फलं पतति. ते भगिनि एकनिमेषः, अत्र द्वितीये वाक्ये यत् सर्वनामपदमस्ति तस्य का विभक्तिः? तस्मात्, तस्मात् पञ्चमी विभक्ति. तत् पञ्चमी अपेक्षिता अस्ति अत्र. उन्नतः वृक्षः, पञ्चमी करोतु. उन्नतया वृक्षात् फलं पतति. पुनः वदतु. उन्नतात् वृक्षात् फलं पतति. अस्तु अस्तु, समीचीनम्. अस्तु, अग्रे गच्छेम. इदानीं निहारिका भगिनी पठतु कृपया. विशेषस्य विभक्त्यानुगुणं विशेषणस्य अपि विभक्तिं वचनं च परिवर्त्य लिखत. यथा अर्जुनः दिव्यं शङ्खं धमति. तर्हि दिव्या इति दिव्यं भवति. अस्तु, द्वितीयं करोतु. दुष्ट योधान् मारयति. अर्जुनः दुष्टान् योधान् मारयति. अस्तु, एवं. ज्येष्ठ अग्रजात् आशीर्वादं प्राप्नोति. अर्जुनः ज्येष्ठात् अग्रजात् आशीर्वादं प्राप्नोति. समीचीनमस्ति. एकं वदामि, यत्र केषुचित् कासुचित् प्रादेशिकभाषासु महाप्राणस्य उच्चारणस्य स्पष्टता न जायते. अतः अहं वदामि सावधानतया अस्माकम् उच्चारणभ्यासः स्यात्. ज्येष्ठ, अत्र ज्येष्ठ इति शब्दः अस्ति, महाप्राणः अस्ति ठ, तर्हि ज्येष्ठात् अग्रजात् इति एकवारं वदतु स्पष्टं स्पष्टरूपेण. ज्येष्ठात् अग्रजात् आशीर्वादं प्राप्नोति. बहु समीचीनमस्ति. अस्तु अग्रे सुब्रह्मण्यं महोदय, तत्र अग्रे. आं महोदय, अर्जुनः ज्ञानिन् भीष्माय जलं ददाति. अर्जुनः ज्ञानिने भीष्माय जलं ददाति. अर्जुनः चक्रिन् कृष्णं नमति. अर्जुनः चक्रिणं कृष्णं नमति. समीचीनमस्ति. अपि च अत्र नत्वमस्ति खलु, यथा उक्तं चक्रिणं, चक्रिणं महोदय, यथा समीचीनमेव उक्तं चक्रिणम्. अत्र चक्रिणमस्ति, किन्तु अत्र चक्रिन् तत्र प्रातिपदिके किमर्थं नास्ति? अत्र अत्र अन्ते अस्ति खलु महोदय, हलन्तशब्द हलन्ताक्षरः अस्ति, तत्कारणात् उच्चारणं सम्यक् न भवति, नत्वस्य उच्चारणं न भवति अत्र. नियमः अस्ति, पाणिनीयसूत्रमपि अस्ति, पदान्ते णत्वं न भवति, पदान्ते णत्वं न भवति. अस्तु, समीचीनमस्ति. अग्रे अग्रे, तर्हि नताशा भगिनी अग्रे पठतु. भगिनी अस्ति वा? नताशा भगिनी अस्ति वा? अस्तु अग्रे, पुष्पा भगिनी. अर्जुनः स्वक्रियं पुत्रं, ऐ एम सॉरी, ऐ एम डूइंग नॉट. अर्जुनः स्वकीय पुत्रं स्मरति. अर्जुनः स्वकीयं पुत्रं स्मरति. अग्रे, अर्जुनः तीक्ष्ण शरेण हन्ति. अर्जुनः तीक्ष्णेन शरेण हन्ति. अस्तु, समीचीनमस्ति. अग्रे सहदेव महोदय, अग्रे. हा आम्, अर्जुनः निपुणा कृष्णे विश्वसिति. अर्जुनः निपुणे कृष्णे विश्वसिति. विश्वसिति अर्थं किं? विश्वासं करोति. ओ, विश्वासं. अग्रे, हा अग्रे, आम्, अर्जुनः धर्म्यकर्मा आचरति. कर्म आचरति. अग्रे, करोतु. अर्जुनः कर्म इत्यस्य लिङ्गं किम्? कर्म एकवचनं, प्रथमविभक्ति. लिङ्गं? लिङ्गं स्त्रीलिङ्गं. न, कर्मशब्दस्य अत्र सन्ध्या भगिनी वदतु. नकारान्तशब्दः. लिङ्गं किम्? नपुंसकलिङ्गशब्दः. नपुंसकलिङ्गशब्दः अस्ति. अस्तु, तदेव महोदय करोतु. अर्जुनः धर्म्यशब्द चेत् नपुंसकलिङ्गे करोतु. धर्म्य धर्म्य नपुंसकलिङ्गे यथा सामान्यं. सन्ध्या भगिनी वदतु. धर्म्यं धर्म्यम् इति तथा भवति खलु नपुंसकलिङ्गे. तदेव महोदय वदतु. अर्जुनः धर्म्यं कर्म आचरति. समीचीनमस्ति. अस्तु अग्रे पद्मा भगिनी अग्रे. अर्जुनः एकः प्रश्नः अत्र. कर्म अत्र द्वितीया विभक्ति इति अहं चिन्तयामि. सत्यं सत्यं, द्वितीयविभक्ति अस्ति. किन्तु रूपं तथा अस्ति. रूपं तथा एव, परन्तु अत्र द्वितीया द्वितीयविभक्ति द्वितीयविभक्तौ अस्ति. समीचीनं, सत्यं सत्यम्. अग्रे धर्म द्वितीयविभक्ति धर्म ये भवति न धर्म्यं धर्म्यमिति प्रथमभक्तौ द्वितीयभक्तौ समानं. अग्रे अस्तु अस्तु. अर्जुनः आत्मीय बन्धुभ्यः भीतः. अर्जुनः आत्मीयभ्य बन्धुभ्यः भीतः. पुनः वदतु. अर्जुनः आत्मीयभ्य बन्धुभ्यः. रूपं समीचीनं नास्ति. भवती किञ्चित् इतोपि अभ्यासं करोतु. अत्र अस्माकं सामान्यशब्दाः सन्ति, सामान्यशब्दाः. सन्ध्या भगिनी वदतु. मह्यमपि किञ्चित् कठिनं. प्रयासं करोतु. बन्धुभ्यः बहुवचनं चतुर्थी. अत्र भीतः अस्ति, भीतः अस्ति चतुर्थी इति भवितुम् अर्हति. पञ्चमी पञ्चमी पञ्चमी. या न महोदय, न शक्नोमि. अहं करोमि. न, भवती कृतवती. अस्तु, करोतु भगिनी. नताश भगिनी अस्ति वा? अस्तु, गतवती. पुष्पभगिनी करोतु. अर्जुनः आत्मीयभ्यः. पुनः वदतु. आत्मीयभ्यः. न, भवती अपि न. सर्वे तत्र सन्ध्या भगिनी, पुष्पा भगिनी, तत्र पद्मा भगिनी, तत्र अभ्यासपुस्तके एतत् सर्वं भवति. तत्र आरम्भतः किञ्चित् अभ्यासं करोतु. सुब्रह्मण्यं महोदय सहायं करोतु कृपया. आत्मीयेभ्यः. अत्र अकारान्तशब्दः अस्ति. देवशब्दः, देवशब्दः, देवशब्दः. तत्र सन्ध्या भगिनी तद् वदतु. पञ्चमी पञ्चमी बहुवचने देवशब्दः. देवेभ्यः. देवेभ्यः अत्र किमस्ति? पुनः आत्मीयेभ्यः. आत्मीयेभ्यः, आत्मीयेभ्यः, देवेभ्यः, बालकेभ्यः, पुरुषेभ्यः, आत्मीयेभ्यः. अत्र किमपि नास्ति मित्रम्. आत्मीयेभ्यः बन्धुभ्यः अत्र उकारशब्दः, अतः रूपं भिन्नम् अस्ति. अस्तु, अग्रे सन्ध्या भगिनी अग्रिमं करोतु. आम्, अर्जुनः महत् स्यन्दने तिष्ठति. सो सप्तमी विभक्ति. अर्जुनः महति स्यन्दने तिष्ठति. अस्तु, समीचीनम्. अग्रे. अर्जुनः विपरीतनिमित्तानि पश्यति. सो तृतीयविभक्ति बहुवचन. अर्जुनः विपरीतानि निमित्तानि पश्यति. समीचीनमस्ति. अस्तु, अग्रे महोदय. अत्र विपरीत प्रायः रेफस्य दीर्घ इकारः भवति खलु महोदय? दीर्घिकारः भवेत् यदि सः एव शब्दः विपरीतः इति नाम अन्यशब्दः अस्ति वा? द्रष्टव्यमस्ति शब्दकोशे ह्रस्वीकार तत्र तादृशशब्दः अस्ति न वा इति. नो चेत् यं शब्दमहं जानामि तत्तु दीर्घ इकारः अस्ति एव. विपरीतानि तस्मिन्नेव आचेत् यदि चेत् तर्हि दीर्घिकारः ह्रस्वीकारः तत्र तादृशशब्दः अस्ति वा? अहं शब्दकोशे न प्राप्तवान् महोदय. न प्राप्तं तर्हि दोषः अस्ति, मुद्रणदोषः अस्ति. दीर्घिकारः दीर्घिकारः अस्ति. अहं चिन्तयामि स्म नाम अन्यशब्दः अस्ति वा इति. अस्तु, अग्रे गच्छेम. अग्रे निहारिका भगिनी अग्रे भवन्तु. अर्जुनः अवस्थितबन्धून् समीक्षते. अर्जुनः अवस्थितान् बन्धून् समीक्षते. अस्तु, अग्रे. अर्जुनः दिव्या चक्षुषा पश्यति. अर्जुनः दिव्येन चक्षुषा पश्यति. समीचीनम्. अस्तु, पद्मा भगिनी अग्रे. पद्मा भगिनी अस्ति वा? हा महोदय. अर्जुनः देववर कृष्णस्य प्रकृतिं न जानाति. अर्जुनः देववरस्य कृष्णस्य प्रकृतिं न जानाति. अग्रे. अर्जुनः प्रसन्न भवतः अनुग्रहं प्राप्नोति. भगवतः अनुग्रहं प्राप्नोति. अर्जुनः प्राप्नोत् अर्जुनः प्रसन्नः भगवतः अनुग्रहं प्राप्नोत्. न न न, तथा नास्ति. तत्र भगवतः इति इत्यस्य का विभक्तिः अस्ति? प्रथमा विभक्ति. प्रथमाविभक्तिः षष्टिविभक्ति. षष्टिविभक्ति तस्य प्रथमाविभक्ति अनन्तरं किं? भगवान् हा भगवान्. अस्तु, भगवान् इदानीं षष्टिः अस्ति. षष्टि करोतु. अर्जुनः प्रसन्नस्य भगवतः अनुग्रहं प्राप्नोत्. अस्तु अस्तु, समीचीनमस्ति. समीचीनमस्ति. इदानीं अत्र मिशन् मेच् इति आवश्यकता नास्ति. अष्टमं कुर्मः. अष्टमाभ्यासं कुर्मः. तत्र सुब्रह्मण्यं तत्र कृपया पठतु महोदय. मञ्जूषायाः उचितानि विशेषणपदानि चित्वा चित्तस्थानं पूरयत. वयं न कृतवन्तः खलु? कृतवन्तः न महोदय, गृहपाठः अस्ति यत्. ईश्वरः सर्वभूतानि मायया भ्रामयति. यन्त्रारूढाः यन्त्रारूढानि यन्त्रारूढैः. ईश्वरः यन्त्रारूढानि सर्वभूतानि मायया भ्रामयति. समीचीनमस्ति. अग्रे सन्ध्या भगिनी, अग्रे. त्वं शिष्येण व्यूढां सेनां पश्य. त्वं धीमता शिष्येण व्यूढां सेनां पश्य. अस्तु, समीचीनमस्ति. अग्रे ये जनाः शृण्वन्ति तेषां कृते यथा महोदयेन उक्तं तथा समीचीनमस्ति, येन तेषामपि लाभः स्यात्. अतः त्रयः विकल्पाः ये सन्ति, नाम धीमते, धीमान्, धीमता इति सर्वं पठित्वा एव. अग्रे अस्तु, अग्रे पुष्पभगिनी पठतु कृपया. ब्लाङ्क् कथं वदनस्य आवश्यकता नास्ति. हयैः युक्ते स्यन्दने, हयैः युक्ते स्यन्दने माधवः तिष्ठति. श्वेताः श्वेते श्वेतैः, श्वेतैः हयैः युक्ते स्यन्दने माधवः तिष्ठति. समीचीनमस्ति. अग्रे सहदेव महोदय. अग्रे महोदय, विपरीतः अस्ति, दीर्घकारः अस्ति डिक्षनरि. तत्तु अस्ति, विपरीतशब्दः तद् दीर्घकारः अस्ति एव इति वयं जानीमः, किन्तु अन्य कश्चन शब्दः अस्ति वा इति मम मनसि जिज्ञासा अस्ति. अन्य कोऽपि नास्ति डिक्षनरि. अस्तु, अस्तु. अग्रे सदेव महोदय. अग्रे इन्द्रियाणि मनः हरन्ति. प्रमाथीनि इन्द्रियाणि मनः हरन्ति. बहु समीचीनमस्ति. अग्रे सन्ध्या भगिनी, अग्रे. न सन्ध्या भगिनी कृतवती न महोदय. प्रमाथीनि भवती वदतु. अहं चिन्तयामि प्रमाथिनि इन्द्रियाणि. तत्र अस्माकम् ईकारान्तशब्दः कः नपुंसकलिङ्गे? ओ, नपुंसकलिङ्गे ईकारान्तशब्दः कः अस्ति अस्माकम्? इन्द्रियं नपुंसकलिङ्गं. न न न, अस्माकम् उदाहरणरूपेण यत्र अस्माकम् अभ्यासः जातः, कोऽपि वदतु इकारशब्दः. इकारशब्दः वारि, वारि शब्दः, वारि शब्दः, वारि पद्मा भगिनी वदतु, एकवचने, द्विवचने, बहुवचने. वारि वारिणी. तत्र पुष्पा भगिनी वदतु. वारि वारिणी, वारिणी. पद्मा भगिनी वदतु. वारि वारि वारिणी. वारि वारिणी वारीणि इति नपुंसकलिङ्गशब्दे तत्र भवत् अत्र अस्माकं दायित्वमस्ति, व्यक्तिगतदायित्वम् उत्तरदायित्वमस्ति प्रत्येकं जनस्य यत् एतेषां शब्दानां रूपाणि मनसि स्युः. तर्हि मधु मधु पद्मा भगिनी वदतु. मधु मधु सन्ध्या भगिनी वदतु. मधु सन्ध्या भगिनी अस्ति वा? आम् अस्मि. गुरुशब्दः अस्ति न नपुंसकलिङ्गशब्दः. मधु मधुनि निहारिका भगिनी सहायं करोतु. मधु मधुनि मधु मधु मधुनि मधुनि. हा हा हा मधु मधुनी मधुनि वारि वारिणी हरीणि. तर्हि बहु बहुवचने पद्मा भगिनी अत्र किमस्ति? अत्र वारिणि प्रमाथीनि यथा वारीणि प्रमाथीनि इति अस्ति. अस्तु अग्रे अग्रे सन्ध्या भगिनी वदतु. विद्वान् अज्ञानं बुद्धि भेदम् अज्ञानाम् ओ विद्वान् अज्ञानां बुद्धि भेदं न जनयेत्. विद्वान् विद्वान् कर्मसंगिनाम् अज्ञानाम् बुद्धि भेदं न जनयेत्. अस्तु समीचीनमस्ति. शुभमन्यं आं महोदय. अहं योगं विवस्वते प्रोक्तवान् इमं इयम् इमे. अहम् इमं योगं विवस्वते प्रोक्तवान् अस्तु इति अस्माकं नूतन सर्वनामशब्दः खलु अयम् अम्मो इमो इमे इमम् अस्तु समीचीनमस्ति. सप्तमं करोतु. योगिनः इन्द्रियैः अपि कर्म कुर्वन्ति केवलेन केवलाभ्यां केवलैः. योगिनः केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति. बहु सम्यक् अस्ति. अस्तु अग्रे पुष्पाभगिनी अग्रे. ऋषयः ब्रह्मनिर्वाणं लभन्ते. ऋषयः ब्रह्मनिर्वाणं लभन्ते. समीचीनमस्ति. अस्तु अग्रे पद्मा भगिनी अस्ति वा? भगिनी अस्ति वा? आं महोदय. योगी दिशे आसनं प्रतिष्ठाय योगं युज्यात् प्रतिष्ठाप्य योगं युज्ययात् युज्यात् योगी शुचौ देशे आसनं प्रतिष्ठाप्य योगं युज्यात् प्रातिपदिकं किम् शुचिं प्रातिपदिकमस्ति शुच् शुच् प्रातिपदिकं शुच् तर्हि चकारान्तशब्दः पुनः करोतु योगी शुचि देशे आसनं प्रतिष्ठाप्य योगं युज्यात् अस्तु बहु सम्यक् अस्ति इदानीं निहारिका भगिनी अग्रे मनः अस्ति मनः बलवत् अस्ति हा त्रयः सन्ति खलु बलवान् बलवत् बलवतः मनः बलवत् अस्ति अस्तु समीचीनमस्ति बहु सम्यक् अस्ति तर्हि अत्र एतत् सर्वं गृहपाठरूपेण दत्तमासीत् तर्हि सर्वे गृहपाठं न कृतवन्तः इति प्रकटमस्ति खलु नाम गृहपाठस्य न करणेन न कोऽपि लाभः अपि च अस्माकम् अग्रे गमनेन अपि न कोऽपि लाभः सर्वे किञ्चित् किञ्चित् कुर्वन्ति चेदेव गृहे अस्माकं लाभः भविष्यति नो चेत् किं भवति अत्र आगत्य सप्ताहे एकवारम् अत्र आगत्य केवलं तत्र समयस्य सदुपयोगः न भवितुमर्हति दुरुपयोगः आगत्य समयस्य दुरुपयोगः भवति अतः सर्वे गृहपाठम् अवश्यं करोतु नो चेत् वर्गस्य को लाभः नाम अत्र ज्ञानं सक्रियं भवेत् मनसि सक्रियं भवेत् ज्ञानम् अतः अग्रे गत्वा अहं यत् प्रेषयामि अद्य सर्वे कुर्वन्तु कुर्वन्ति चेत् भगिनी अहं किञ्चित् वदन् अस्मि एवं भवति चेत् किं भवति यत् पुनः गृहपाठस्य दर्शनस्य आवश्यकता अपि न स्यात् यत्र यत्र प्रश्नाः सन्ति तत्र तत्र कर्तुं शक्नुमः यदि गृहे भवति चेत् तर्हि भवतां सर्वेषां चिन्तनं किं यत् गृहपाठः सम्भवति अथवा न सम्भवति नाम यदा अहं नाम समयः न भवति वा गृहे एतत् अस्वीकरणार्थं वदन्तु समयः अस्ति इच्छा नास्ति इति वा वदन्तु नाम अयं गृहपाठः पुरातनः आसीत् एकमासात् पूर्वम् अहं दत्तवान् किन्तु तावता न जातमिति भाति तर्हि अहम् अस्मिन् सप्ताहे यत् गृहपाठं दास्यामि तत् सर्वे कर्तुं शक्नुवन्ति वा नाम केचन कुर्वन्ति अवश्यं किन्तु सर्वे न कुर्वन्ति यदि पुष्पा भगिनी किञ्चित् वक्तुम् इच्छति वा तृतीय वाक्यस्य अर्थं किं श्वेतैः हयैः युक्ते स्यन्दने माधवः तिष्ठति भवत्याः गृहपाठः अस्ति तत्र नूतनशब्दः यत्र अस्ति तत्र हयैः भवती शब्दकोशे पश्यतु, अस्मिन् सप्ताहे भवती पश्यतु, प्रातिपदिकं स्यात् तत्र हय हय, तत्र कीदृशतृतीय नाम यत्र हलन्तशब्दः अस्ति यथा सरित् सरित् सरित् इति तत्र सरित् इत्यस्य तृतीय बहुवचनान्तरूपं किम्? बहुवचन सरित् सरितौ सरितः तृतीया विभक्तिः बहुवचने, तृतीया विभक्ति बहुवचने सरितैः निहारिका भगिनी वदतु. सरित् शब्दस्य तृतीय बहुवचने सरिद्भिः सरिद्भिः सरिद्भिः. तर्हि नाम अनेन वयं जानीमः यत् हयै हयैः इति हलन्तशब्दः नास्ति, नो चेत् तादृशः अभविष्यत्. अत्र हयैः इति इत्यस्य दर्शनेन अजन्तशब्दः अस्ति, अतः प्रातिपदिकं हय शब्दकोशे पश्यतु. किञ्चिदेव स्वातन्त्र्यं भवति चेत् महान् लाभः. वाक्यस्य अर्थं किम्? अर्थः हयशब्दं पश्यतु शब्दकोशे, तदाधारेण स्पष्टं भविष्यति. भवती एव पश्यतु, सर्वे एवं कुर्वन्ति चेत् महान् लाभः. अस्तु, इदानीं स्मयः जातः, अनन्तरमध्ये गृहपाठं प्रश्येष्यामि. सर्वे कुर्वन्तु वा? समीचीनं समीचीनं वा? समीचीनं महोदय. अस्तु अस्तु अस्तु, तर्हि अस्तु, नमस्कारः सर्वेषां. नमस्कारः महोदय, धन्यवादः. नमस्कारः.